नमस्कारः। अद्य अस्माकं विभक्तिवल्लरी पुस्तके षष्टिविभक्तिः कुत्र कुत्र भवति अथवा अपि च तस्य रूपाणि कानि इति अस्मिन् विषये अभ्यासः भविष्यति। तर्हि गृहपाठरूपेण वाक्यानि लेखनीयानि इति आसीत्। तत्र कोऽपि वाक्यं श्रावयति वा? गायत्री भगिनि, रामा सीता च पुत्राणां वैद्यः सन्ति। रामसीता च पुत्राणां वैद्यः सन्ति, न अवगच्छामि। वैद्यः नाम स्वयं वैद्यः वा? डाक्टर्स् न, किन्तु किं वक्तुमिच्छति भवती? Let me change Rama Sita names to something else. Now you tell me in English what the sentence is. Sita and Rama's kids are all doctors. Maybe not a right sentence. No, vakyam tatha nasti. Rama Sita cha putra naam bhavati uktavati, putra naam kalu? पुत्राणां रामसीतयोः सीतयोः पुत्राः पुत्राणां न सीत रामसीतयोः पुत्राः सर्वे वैद्याः। पुत्राः पुत्राणां न सर्वे वैद्याः परन्तु षष्टिविभक्ति न अस्ति वा? न, तत्र शक्ति नाम रामसीता तयोः तत्र षष्टिविभक्ति अस्ति, किन्तु किन्तु किन्तु पुत्राः स्वयं वैद्याः। If you तत्र पुत्राणाम् इति वदति चेत् then you're talking about the children of the children of Rama and Sita. Oh, okay. पुत्राणां किन्तु पुत्राः स्वयं वैद्याः खलु, स्वयं अतः पुत्राः इति प्रथमा विभक्तिः। अस्तु, निहारिका वाक्यं वदति वा? खादिष्यामि। समीचीनमस्ति, एतस्य वृक्षस्य फलानि खादिष्यामि, वाक्यं समीचीनं। सुब्रह्मण्य महोदय वदतु। पञ्चमी व्यक्ति वाक्यं वा? षष्टि। किन्तु पश्यतु, अस्तु समीचीनं, सर्वे केवलं तस्य पुल्लिङ्गे एकवचने तु अस्माकम् अभ्यासः न भवति। अस्तु, अग्रे गायत्री भगिनि, अग्रिमवाक्यं। कृष्णः देवस्य पुत्रः। ओके, अस्तु, निहारिका भगिनि, कृष्णः देवः कृष्णः पुनः वाक्यं वदतु। कृष्णः देवस्य देवः वसुदेवयोः पुत्रः, बहुवचने द्विवचने वसुदेवस्य देवकी वसुदेव देवकी वसुदेवयोः द्विवचने कृष्णः देवकी वसुदेवयोः पुत्रः सत्यम् अग्रे निहारिका भगिनी तेषाम् अनुजानां माता का पुनः वदतु तेषाम् अनुजानां माता का अस्तु समीचीनम् तत्र सर्वनाम सहित अभ्यासः अपेक्षितः आसीत् अस्तु विश्वनाथ महोदय वाक्यं वदति वा श्रावयतु गृहपाठः अस्तु तर्हि अग्रे सुब्रह्मण्य महोदय हरिकभगिनी वदतु अन्यत् वाक्यं तासां महिलानां पुत्राः काः तासां वाक्यं समीचीनं भगिनि तासां महिलानां पुत्राः इदानीं पुत्राः इति सिलिङ्गं किम् पुल्लिङ्गशब्दः तर्हि पश्यतु तत्र प्रथमाविभक्तौ बहुवचने पुल्लिङ्गे रूपं किं सर्वनाम्नः काः इति अस्ति वा के किन्तु प्रश्नवाचकशब्दः ते इत्यस्य इदानीं वाक्यं वदतु पुनः तासां महिलानां पुत्राः के इदानीं समीचीनमस्ति अस्तु लक्ष्मी भगिनी एतस्य पुस्तकस्य नाम विभक्तिवल्लरी अस्तु अन्यत् वाक्यम् अस्तु अन्य कोऽपि गायत्री भगिनी एतस्य पुस्तकस्य अध्ययनेन ज्ञानं वर्धते वाक्यं समीचीनमस्ति एतस्य पुस्तकस्य अध्ययनेन ज्ञानं वर्धते इति उक्तवती वा वाक्यं समीचीनमस्ति अस्तु तर्हि अग्रे सरेम इदानीं षष्ठीविभक्तिः इति विषयः तत्र अध्यायः आरभ्यते अत्र तत्र पेज् 47 वयं समापयितुं शक्नुमः इति अहं मन्ये तत्र लक्ष्मी भगिनी कृपया पठतु यत्र यत्र सम्बन्धः दृश्यते तत्र सम्बन्धवाचकस्य पदस्य षष्ठी भवति उदाहरणार्थम् एषा रामस्य लेखनी अभ्यासः दिलीपः कश्चन गृहस्थः तस्य बान्धवाः अधः निर्दिष्टाः सन्ति दिलीपस्य इतरेषां च सम्बन्धं वाक्यैः निर्दिशत तर्हि प्रथमवाक्यं वदतु दिलीपः गोविन्दस्य अनुजः द्वितीयं वाक्यं दिलीपः रोहिण्याः पौत्रः एकनिमेषः गोविन्दस्य अनुजः अस्यां दिशि दिलीपः श्रीधरस्य भागिनेयः दिलीपः श्रीधरस्य भागिनेयः अस्तु इदानीम् अग्रे सुब्रह्मण्य महोदय अग्रे उमा दिलीपस्य जामाता न दिलीपः विपरीतम् उक्तवान् भवान्। दिलीपः, सर्वं दिलीपः। जामाता नाम किम् इति जानाति वा? तर्हि उमा दिलीपस्य जामाता भवितुमर्हति वा? दिलीपः उमायाः जामाता अथवा उमा दिलीपस्य जामाता? दिलीपः अथवा उभयत्र? न, उभयमपि जामाता वा? न, न। किमस्ति? दिलीपः उमया जामाता। समीचीनम्। अस्तु, विश्वनाथमहोदय अग्रे। दिलीपः रमायाः देवरः। समीचीनमस्ति। अस्तु, गायत्री भगिनी अग्रे। दिलीपः नलिन्याः अग्रजः। समीचीनमस्ति। अस्तु, निहारिका भगिनी। दिलीपः नन्दिन्याः पुत्रः। अस्तु, अग्रे लक्ष्मी भगिनी। दिलीपः सीतायाः पितृभ्यः। अस्तु, विश्वनाथमहोदय अग्रे। दिलीपः श्रीकान्तायाः। एकनिमेषः, लिङ्गं किम्? तर्हि तस्य षष्टि किम्? श्रीकान्तस्य। वदतु। दिलीपः श्रीकान्तस्य आवूतः। नाम पितृव्यः, पूर्वं सीतायाः पितृव्यः। पितृव्यः नाम पितुः भ्राता। आवूतः नाम भगिन्याः पतिः। भागिनेयः नाम भगिन्याः पुत्रः। जामाता पुत्र्याः पतिः। देवरः पत्युः भ्राता। अस्तु, समीचीनम्। अस्तु, अग्रे सुब्रह्मण्यं महोदय अग्रे। दिलीपः देवक्या पत्नी पति। पुनः वदतु। दिलीपः देवक्या पति। देवक्याः पति, स्पष्टतया वक्तव्यमस्ति। अस्तु, निहारिका भगिनी अग्रे। दिलीपः रोहिण्याः पौत्रः। अस्तु, इदानीं गायत्री भगिनी। दिलीपः सर्वं सर्वं पुनः वदतु। दिलीपः गोविन्दस्य अनुजः। अस्तु, इति परिसमाप्तं। समीचीनमस्ति। अस्तु, लक्ष्मी भगिनी अग्रे। उचितैः षष्ट्यन्तरूपैः रिक्तस्थलानि पूरयत। श्रीकृष्णः पाण्डवाः रक्षकः। श्रीकृष्णः पाण्डवानां रक्षकः। धनिकाः गृहाणि उन्नतानि भवन्ति। धनिकानां गृहाणि उन्नतानि भवन्ति। समीचीनम्। विश्वनाथमहोदय अग्रे। जनाः रुचिः विभिन्ना भवति जनाः रुचिः विभिन्ना भवति जनाः जनानां रुचिः विभिन्न भवति विभिन्ना भवति रुचि शब्दः स्त्रीलिङ्गशब्दः विभिन्ना अस्तु अग्रे शुभवाणी महोदय बालकानां कोलाहलेन कोलाहलेन अध्यापकः कुपितः बालकानां कोलाहलेन अध्यापकः कुपितः वाक्यस्य अर्थः कः वाक्यस्य अर्थं वदतु वदतु वदतु अस्माकं भाषाभ्यासः नो चेत् किं भविष्यति वाक्यस्य अर्थः कः बालकानां कोलाहलेन अध्यापकः कुपितः अर्थः कः बालकाः कक्षेन कोलाहलं कुर्वन्ति अध्यापकः कुपितः भवति कक्षेन न कक्षा इत्यस्य लिङ्गं किं कक्षा स्त्रीलिङ्गं तर्हि पुनः वदतु कक्षायां बालकः कक्षायां कोलाहलं कुर्वन्ति अध्यापकः कुपितः भवति हा किन्तु तत्र सम्बन्धः भवति द्वयोः वाक्ययोः न वा सम्बन्धमस्ति सम्बन्धं वदतु यथा भवान् उक्तवान् एवं वदत् एवं भाति यत् एवमेव वाक्यद्वयमस्ति किन्तु द्वयोः सम्बन्धः नास्ति सम्बन्धः तु अस्ति कीदृशसम्बन्धः द्वयोः वाक्ययोः कीदृशसम्बन्धः कोलाहलेन अध्यापकः कुपितः भवति नाम कारणमस्ति कारणं खलु एकं वाक्यं कारणमस्ति द्वितीयवाक्यं फलम् एकं तु तत्तु वक्तव्यमस्ति अत्र बालकाः कक्ष्यायां कोलाहलं कुर्वन्ति तस्मात् कारणात् अध्यापकः कुपितः भवति इदानीं नाम प्रतिपादनं जातम् इदानीं स्पष्टीकरणं जातम् अस्तु निहारिका भगिनी अग्रे भवन्तः व्यवहारान् दृष्ट्वा वयं सन्तुष्टाः स्मः षष्टि भवन्तः इत्यस्य लिङ्गं किम् लिङ्गं वचनं च स्त्रीलिङ्गं न पश्यतु तत्र चार्ट् अस्ति खलु भवन्तः तत्र अस्ति कुत्र अस्ति एकनिमिषं पुल्लिङ्गशब्दः वचनं बहुवचनम् अस्तु इदानीं वदतु भवतां व्यवहारान् दृष्ट्वा वयं सन्तुष्टाः स्मः भवतां व्यवहारं दृष्ट्वा वयं सन्तुष्टाः स्मः. समीचीनं. गायत्री भगिनी अग्रे. वयं कार्यालयः सुविशालः अस्ति. अस्माकं कार्यालयः सुविशालः अस्ति. समीचीनं. लक्ष्मी भगिनी अग्रे. भवतः कुञ्चिकाः गुच्छः कुत्र अस्ति? भवतः कुञ्चिकानां गुच्छः कुत्र अस्ति? वाक्यं स्पष्टमस्ति वा? निहारिका भगिनी अवगच्छति वा? न. लक्ष्मी भगिनी किञ्चित् इतोपि वदतु. एतत् वाक्यं हा सा तु न अवगच्छति. भवती किं वदिष्यति? भवतः अग्रे गच्छेम वा? भवतः कुञ्चिकानां गुच्छः कुत्र अस्ति? अत्र भगिनी निहारिका भगिनी किं न अवगच्छति? भवतः इति अवगच्छति वा? कुञ्चिका इति जानाति वा? द्वारम् अस्ति खलु, द्वारं प्रकोष्ठस्य द्वारं. कुञ्चिकया तालम् उद्घाटयामि. तालः अस्ति खलु, तत्र द्वारस्य ताला भवति. तालः किं तालः खलु, तालः अस्ति द्वारस्य. तालः अस्ति, तालस्य कृते कुञ्चिका भवति. कुञ्चिका कुञ्चिकानां गुच्छः कुत्र अस्ति? गुच्छः इति गुच्छशब्दं जानाति? गुच्छः न जानामि. गुच्छ नाम समूहः. समूहशब्दं जानाति वा? समूहः न. समूहः सङ्ग्रहः. सङ्ग्रहः जानाति वा? सङ्ग्रहः. पुष्पगुच्छः मीन्स् पुष्पस्य समूहः. नाम एका गुच्छा अस्ति, अस्तु, न एका कुञ्चिका अस्ति, किन्तु दशकुञ्चिकाः सन्ति, तत्र कुञ्चिकानां गुच्छः. अथवा फलमस्ति, एकं फलमस्ति, किन्तु पञ्चफलानि सन्ति, फलानां गुच्छः. अस्तु. पञ्च. कुञ्चिकानाम् इदानीं वाक्यं स्पष्टं वा? आम्. अस्तु, अग्रे विश्वनाथमहोदय. एषु दिनेषु वस्तूनि मूल्यम् अधिकम्. एषु दिनेषु वस्तूनां मूल्यम् अधिकम्. समीचीनमस्ति. वस्तूनां मूल्यमधिकं. अस्तु, अग्रे गायत्री भगिनी अग्रे पठतु कृपया. पठनं, श्रवणं, गमनम् इत्यादीनि पदानि भाववाचकानि इति उच्यन्ते. एतदृशानां भाववाचकपदानां योगे कर्मपदस्य कर्तृपदस्य च षष्टिविभक्तिः भवति. अभ्यासः. आवरणे दत्तानां शब्दानाम् उचितैः रूपैः रिक्तस्थलानि पूरयत. उदाहरणम्. रामस्य आगमने विलम्बः नास्ति. कर्तृपदस्य षष्टि. पुस्तकस्य अध्ययनेन ज्ञानं वर्धते. कर्मपदस्य षष्टि. यथा गीतं श्रवणेन अहं सन्तुष्टः. गीतस्य श्रवणेन अहं सन्तुष्टः. तर्हि श्रवणं तस्मात् पूर्वं यत् फलमस्ति तस्य पदस्य षष्टिविभक्तिः भवति. गमनमित्युक्ते मार्ग मार्गेन गमनम् यत्र कुत्रापि गमनम् गच्छति गच्छति इत्यस्य भावः गमनम् शृणोति इत्यस्य भावः श्रवणम् ददाति इत्यस्य भावः दानम् चिन्तयति इत्यस्य भावः चिन्तनम् लिखति इत्यस्य भावः लेखनम् पश्यति इत्यस्य भावः दृश्यम् दर्शनम् इदानीं वदति इत्यस्य भावः उक्तम् वदति इत्यस्य भावः वदनम् वदनमित्येव अस्ति वदति इति स्वभावः वदनम् अनन्तरं पिबति इति स्वभावः पानम् खादति स्वभावः खादति खादनम् समीचीनमस्ति तर्हि किं भवति यत्र कर्तृपदमस्ति यथा बालकः गच्छति यत्र भावः अस्ति तत्र कर्तृपदस्य षष्ठीविभक्तिः बालकः गच्छति बालकस्य गमनम् यथा बालकस्य गमनेन माता सन्तुष्टा इति कर्तृपदस्य उदाहरणम् इदानीं कर्मपदस्य उदाहरणं यत्र वाक्ये पदं कर्मपदमस्ति यथा पठति इत्यस्य भावः पठनम् तर्हि बालकः पुस्तकं पठति अत्र कर्मपदम् अस्ति निहारिका भगिनी कर्मपदं किम् पुस्तकम् तर्हि अत्र पुस्तकस्य पठनम् यथा पुस्तकस्य पठनेन बालकः सन्तुष्टः बालकः पुस्तकं पठति पुस्तकस्य पठनेन बालकः सन्तुष्टः तर्हि कुत्रचित् कर्तृपदस्य षष्ठी विभक्तिः भवति कुत्रचित् कर्मपदस्य अत्र अभ्यासः अस्ति निहारिका भगिनी अग्रे पठतु योग्यः आहारः सेवनेन शक्तिः वर्धते योग्यस्य आहारेण अत्र योग्यः आहारशब्दस्य विशेषणम् आहारशब्दस्य विशेषणं नाम योग्यः आहारः इत्युक्ते उचितः आहारः आहारशब्दं जानाति वा आहारशब्दं न जानाति आहारः इत्युक्ते भोजनं भोजनं जानाति वा अद्य खादितवती वा न खादितवती अद्य पर्यन्तं किमपि न खादितवती अद्य केवलं पतितवती पठितवती इति वा अथवा पीतवती किमपि पीतवती वा जलं केवलं जलं काफी जलं काफी च अस्तु तर्हि अत्र आहारः इत्युक्ते भोजनम् अस्तु योग्यः नाम उचितः अथवा समीचीनः समीचीन इति जानाति खलु उचित इति जानाति वा उचित अस्तु समीचीन इति अवगच्छतु समीचीन तर्हि योग्यः आहारः नाम समीचीनः आहारः तर्हि आहारः एकः सर्वे अवगच्छन्तु संस्कृतभाषायाम् एकः नियमः अस्ति अत्र उदाहरणार्थम् उन्नतः बालकः अत्र उन्नतः इति विशेषणमस्ति खलु विशेषणं न वा गायत्री भगिनि तर्हि उन्नतः बालकः उन्नतः इति विशेषणम् अस्ति इति चेत् बालकः नाम किम् विशेष्यम् उन्नतः इति विशेषणं बालकः इति विशेष्यम् बुद्धिमती बालिका बुद्धिमती बालिका गायत्री भगिनी वदतु किं विशेषणं किं विशेष्यम् विशेषणं बुद्धिमती बालिका विशेष्यं बालिका हा अस्तु नेहारिका इदानीं मूल्यवती घटी विशेषणं किं विशेष्यं किम् तर्हि नियमः अस्ति संस्कृतभाषायां यत् विशेषस्य या विभक्तिः वचनं लिङ्गं च विशेषणस्य अपि सा विभक्तिः तद्वचनं तद्लिङ्गं च यथा बुद्धिमती बालिका बालिका इत्यस्य लिङ्गं किम् सुब्रह्मण्यमहोदय वदतु बालिका इत्यस्य लिङ्गं किम् अपि च बुद्धिमतीलिङ्गविशेषणं बुद्धिमती इत्यस्य लिङ्गं स्त्रीलिङ्गं किमर्थं बालिका अपि लिङ्गं स्त्रीलिङ्गं तत्कारणेन विशेषणं लिङ्गं स्त्रीलिङ्गमस्ति समीचीनं बालिका इत्यस्य वचनं किं स्त्रीलिङ्गं वचनं बालिका वचनं एकवचनं विभक्तिः प्रथमाविभक्ति बुद्धिमती एकवचनं विभक्तिः प्रथमाविभक्ति तर्हि तत्र एकः श्लोकः अस्ति श्लोकं जानाति वा तत्र श्लोकः अस्ति यल्लिङ्गं यद्वचनं या च विभक्तिः विशेषस्य तल्लिङ्गं तद्वचनं साच विभक्ति ही विशेषणस्य अपि इति श्लोकः यल्लिंगम नाम यत् लिंगम यत् लिंगम यल्लिंगम यद्वचनम याच विभक्ति ही विशेषस्य विशेषस्य तल्लिंगम तद्वचनम साच विभक्ति ही विशेषणस्य अपि अवगतम् वा विश्वनाथ महोदय अतः निहारी निहारिका भगिनी आगच्छति वा विशेष्यं षष्टिविभक्ति भवति विशेष्यं षष्टि इति न विशेष्यं प्रथमा विभक्तिः विशेषणं षष्टि विभक्ति भवति न न न न न विशेष्यं प्रथमा विभक्तिः विशेषणं प्रथमा विभक्तिः किन्तु अत्र उदाहरणमस्ति योग्यः आहारः इति वाक्यं पश्यतु पश्यति वा अत्र योग्यः आहारः कः शब्दः विशेषणं कः शब्दः विशेष्यम् योग्यः विशेषणं आहारः विशेष्यम् तर्हि श्लोकः वदति यत् आहारशब्दस्य यत् लिङ्गं यत् वचनं यत् विभक्तिः तदनुसारं योग्यशब्दस्य अपि तदेव लिङ्गं तदेव वचनं सा एव विभक्तिः भविष्यति आहारशब्दस्य लिङ्गं किम् पुल्लिङ्गः कथं जानीमः शब्दस्य लास्ट् अन्तिम अस्ति न विसर्गः अस्ति खलु विसर्गः विसर्गः अस्ति अतः पुल्लिङ्गशब्दः तर्हि आहारः पुल्लिङ्गशब्दः अतः योग्यशब्दः अपि तथा अस्तु इदानीम् उदाहरणार्थं पुस्तकम् पुस्तकम् इत्यस्य लिङ्गं किम् तर्हि योग्यशब्दः यदि पुस्तकस्य विशेषणं भविष्यति तर्हि रूपं किं किं भविष्यति गायत्री भगिनी वदतु अस्ति वा भगिनि अस्ति महोदय अस्मि पुनर् अस्मि अस्मि पुनर् वदतु क्षम्यतां किं स्वप्नलोके आसीत् वा न अहं उदाहरणं पठतिवती नाम अत्र पुस्तकमिति शब्दः पुस्तकमिति शब्दः तत्र योग्यशब्दः पुस्तकशब्दस्य विशेषणं भवति चेत् तस्य रूपं कथं भवति कीदृशं पुस्तकस्य पुस्तकशब्दस्य विशेषणं पुस्तकं पुस्तकशब्दस्य लिङ्गं किं पुस्तकं नपुंसकलिङ्गः तर्हि योग्यशब्दः तस्य विशेषणं भवति तस्य रूपं वदतु अवगच्छति न वा निहारिका भगिनी वदतु निहारिका भगिनी क्षम्यतां म्यूट् मध्ये अस्मि पुस्तकं योग्यं पुस्तकं समीचीनं किमर्थं पुस्तकं बहु समीचीनम् अस्ति. अहा, किन्तु किमर्थं योग्यं न तु योग्या योग्यः? विशेषणं विशेष्यं च इट हेस् टु मेच्. हा, वदतु संस्कृतेन. हा, तथा अस्ति तथा अस्ति. इट हेस् टु मेच् इति श्लोकस्य अर्थः, श्लोकस्य एव अर्थः तथा अस्ति. आहारः योग्यः आहारः, योग्यं पुस्तकं, योग्या योग्या बालिका. अस्तु, इति श्लोकस्य सन्देशः. श्लोकस्य सन्देशः नाम यल्लिङ्गं यद्वचनं या च विभक्तिः विशेषस्य, तल्लिङ्गं तद्वचनं सा च विभक्तिः विशेषणस्य अपि. इति श्लोकस्य अर्थः नाम यथा विशेष्यं तथा विशेषणम्. अस्तु, अस्तु. तर्हि इदानीं योग्य आहार, योग्यशब्दः आहारशब्दस्य विशेषणं, तत्र षष्ठी विभक्तिः भवतु. वदतु इदानीं किं षष्ठी विभक्ति? आहारस्य. ओके, योग्यः आहारस्य. एकनिमेषः, अहं किम् उक्तवान् इदानीं? श्लोकस्य अर्थः कः? योगस्य योग्य योग्य पुनः पुनः वदतु. योग्यस्य योग्यस्य आहारस्य सेवनेन शक्तिः वर्धते. हा, इदानीं वाक्यं समीचीनमस्ति, अवगच्छति वा? सेवनेन नाम प्रयोगेन, प्रयोगेण, प्रयोगः, सेवनम्. अस्तु, सेवनम् इत्युक्ते सेवा इति न, नास्ति, प्रयोगः. अस्तु, सुब्रह्मण्यं महोदय अग्रे. महोदय, एकः प्रश्नः. योग्यम् योग्यम् आहारस्य सेवनेन शक्तिः वर्धते सम्यक् वा? न, योग्यस्य आहारस्य अवगच्छामि. योग्यम् आहारम् इत्युक्ते योग्यं विशेषण is there any other way we can tell this sentence, like no yam ahar? Okay, no no no, atra atra aharasya iti asya shashti vibhakti bhavati, anya vibhakti, anya vibhakti na bhavatu marhati. Aharasya iti asya shashti karma padasya shashti. Yogyam, if we add yogyam, then does it mean visheshanam yogyam aharasya nava? Punaha vadatu satyam. Yogyam aharasya sevanena shaktihi vardate. Pasyatu bhagini, atra visheshanam asti yogyaha, विशेष्यमस्ति आहारः. यथा विशेष्यं तथा विशेषणम् इति नियमः. इदानीं प्रायः वर्षद्वयानन्तरं, वर्षत्रयानन्तरं वा अस्माकं नूतनविषयः अपि भविष्यति. तस्य विषयस्य नाम समासः. समासः नाम द्वयोः पदयोः मेलनं, नूतन पदस्य निर्माणं. तर्हि अत्र योग्यः आहारः इति तत्र पदद्वयमस्ति तयोः स्थाने योग्याहारः इति पदम् इति समस्तपदमस्ति तत्र षष्टिविभक्तौ भवति योग्याहारस्य तत् अग्रे बहु अग्रे वयं ज्ञास्यामः समासः कः संयुक्तपदम् अत्र योग्यस्य आहारः योग्याहारः इति कर्मधारयसमासः समासः चतुर्विधः तत्र कर्मधारयसमासः अत्र विशेषणोत्तरपदकर्मधारयसमासः अस्ति बहु अनन्तरं वयं करिष्यामः विशेषणोत्तरपद एतस्य नाम इत्युक्ते किं कस्य नाम योग्याहारः इत्यस्य शब्दे समासः नाम किं तथा अहं वदामि कर्मधारयसमासः अस्ति विशेषणपूर्वपद कर्मधारयसमासः अस्ति न उत्तर न विशेषणपूर्वपद किन्तु कर्मधारयसमासः अस्ति त्यजतु अग्रे गत्वा भविष्यति अतः नाम अस्माकं विकल्पः अस्ति किन्तु इदानीं मास्तु योग्यस्य आहारस्य इति प्रथमतया अवगच्छतु गायत्री भगिनी अस्तु सुब्रह्मण्य महोदय अग्रे ग्रन्थाः अध्ययनम् एव सरस्वती आराधनम् ग्रन्थानाम् अध्ययनम् एव सरस्वत्याः आराधनम् समीचीनम् अत्र कर्म अथवा कर्तृपदस्य षष्टि कर्मपदस्य समीचीनं ग्रन्थानाम् अध्ययनं सरस्वत्याः आराधनं तत्र कर्मपदं द्वयमपि अस्तु विश्वनाथमहोदय अग्रे सः विषयः प्रतिपादनं सम्यक् कृतवान् सः विषयस्य प्रतिपादनं सम्यक् कृतवान् समीचीनमस्ति अस्तु अग्रे लक्ष्मी भगिनी अग्रे अद्य प्रातः काले कार्यक्रमः उद्घाटनं जातम् अद्य प्रातः काले कार्यक्रमस्य उद्घाटनं जातम् समीचीनमस्ति कर्तृपदस्य कर्मपदस्य वा कर्तृपदस्य समीचीनम् अस्तु निहारिका भगिनी अग्रे अस्तु गायत्री भगिनी वदतु भवान् शीघ्रं पुस्तकम् अन्वेषणं करोतु अथवा सम्यक् वा पुस्तकान्वेषणं करोतु त्यजतु मास्तु विभक्तिसहितं रूपं तत्र प्रथमतया वदतु भवान् शीघ्रं पुस्तकस्य अन्वेषणं करोतु तत्र अनन्तरं पुस्तकान्वेषणं तत्र विभक्तिसहितं करोतु किन्तु तत् अनन्तरं भवति प्रथमतया विभक्तिरूपं जानातु विभक्तिविषयं जानातु अनन्तरं विभक्तेः त्यजनं कथं भवति इति ज्ञास्यामः अस्तु निहारिका भगिनी अग्रे अस्तु एकनिमेषः न भवती करोतु लक्ष्मी भगिनी करोतु अग्रिमं करोतु भगिनी वस्त्रादीनि दानेन पुण्यं लभ्यते. वस्त्रादीनां दानेन पुण्यं लभ्यते. इकारादि शब्दः अस्ति. वस्त्रादि तत्र आदिशब्दः ह्रस्व इकारादि शब्दः, तस्य षष्टिविभक्त्यन्तं रूपमस्ति वस्त्रादीनाम्. अस्तु अग्रे निहारिका भगिनी अग्रे. पण्डितः सदा ग्रन्थाः परिशीलनं करोति. पण्डितः सदा लिङ्गं किं ग्रन्थाः पुल्लिङ्गशब्दः पण्डितः सदा ग्रन्थानां परिशीलनं करोति. समीचीनम्. अस्तु सुब्रह्मण्यमहोदय अग्रे. कर्मकारी पत्राणि प्रक्षालनं कृत्वा गृहं गच्छति. कर्मकरी पत्राणां प्रक्षालनं कृत्वा गृहं गच्छति. पात्राणि कर्मकरी पात्राणां प्रक्षालनं कृत्वा गृहं गच्छति. समीचीनम्. अस्तु विश्वनाथमहोदय. कर्णः निर्धनाय कवचं कुण्डलं च दानं कृतवान्. कर्णः निर्धनाय कवचस्य कुण्डलस्य च दानं कृतवान्. अस्तु समीचीनम्. इदानीं गायत्री भगिनी. अहं मूल्याङ्काः नाणकानि सङ्ग्रहं करोमि. अहं मूल्याङ्कस्य वचनं किं क्षम्यताम्. वचनं मूल्याङ्काः पुल्लिङ्गः शब्दः. बहुवचनं. तर्हि अहं मूल्याङ्कानां सत्यम् अहं मूल्याङ्कानां नाणकानां सङ्ग्रहं करोमि. समीचीनमस्ति. स्पष्टमस्ति वा? स्पष्टमस्ति. कथा दीर्घा अस्ति वा? लक्ष्मी भगिनी कृपया पठतु. मूर्खमण्डलं कथा अस्ति. सर्वसम्भाष्वे मूर्खमण्डलम्. कस्मिंश्चित् अरण्ये कश्चन महावृक्षः आसीत्. तत्र सिन्धुकः नाम पक्षी वासं करोति स्म. तस्य पुरीषे सुवर्णम् उत्पद्यते. कस्मिंश्चित् अरण्ये. स्पष्टमस्ति खलु अरण्यम्? कश्चन महावृक्षः आसीत्. तत्र सिन्धुकः नाम पक्षी वासं करोति स्म तस्य पुरीशे पुरीशः नाम यः नाम खादनानन्तरं वयं शौचं कुर्मः खलु शौचः भवति वा प्रतिदिनं प्रातःकाले शौचः भवति न वा सर्वेषां तत्र पुरीशः आगच्छति पुरीशः इति यत् आगच्छति तस्य नाम पुरीशः अस्तु शौचे तस्य पुरीशे सुवर्णम् उत्पद्यते सुवर्णम् अवगच्छति वा प्रश्न कस्यचित् प्रश्नः अस्ति नो चेत् अग्रे गमिष्यामः शीघ्रं वदतु निहारिका भगिनी अवगच्छति वा आम् अस्तु एकदा कश्चन व्याधः तत् अरण्यं गतवान् तदा पक्षिणा तस्य पुरतः एव पुरीशोत्सर्जनं कृतम् पुरीशे स्थितं सुवर्णं दृष्टवतः व्याधस्य आश्चर्यं जातम् सः चिन्तितवान् जन्मनि एतावत्पर्यन्तम् अहम् एतादृशं विचित्रपक्षिणं न दृष्टवान् यत् एतस्य पुरीशे सुवर्णम् उत्पद्यते इति एकदा कश्चन व्याधः यत् तत् अरण्यं गतवान् तदा पक्षिणा का विभक्तिः तृतीयविभक्तिः पक्षिणा तस्य पक्षी इत्युक्ते यः आकाशे गच्छति खलु पक्षी निहारिका भगिनी अवगच्छति अस्तु तदा पक्षिणा तस्य पुरतः एव पुरीशस्य उत्सर्जनं कृतं नाम पुरीशः आगतः पुरीशे स्थितं सुवर्णं दृष्टवान् व्याधः सुवर्णं विसर्जनं दृष्टवान् व्याधः तस्य आश्चर्यं जातम् दृष्टवान् व्याधः तस्य इत्यस्मिन् अर्थे दृष्टवतः व्याधस्य अस्तु दृष्टवान् व्याधः तस्य आश्चर्यं जातम् अत्र प्रश्नः अस्ति वा किमपि न वदति चेत् अहं चिन्तयिष्यामि यत् सर्वं स्पष्टम् सः चिन्तितवान् जन्मनि का विभक्तिः जन्मनि सप्तमी जन्मनि किम् जन्मनि शब्दस्य प्रथमा विभक्ति जन्म एतावत्पर्यन्तम् अहम् एतादृशं विचित्रं पक्षिणं न दृष्टवान् यत् एतस्य पुरीशे सुवर्णम् उत्पद्यते नाम आगच्छति इति अत्र कोऽपि प्रश्नः अस्ति वा गायत्री भगिनी सर्वम् अवगच्छति अवगच्छामि अस्तु अग्रे सुब्रह्मण्यं महोदय अग्रे सः जालं प्रसार्य तं पक्षिणं गृहीतवान् पङ्गरे स्थापितवान् च पुनः एतेन पक्षिणा अहं किं करोमि एतादृशः विचित्रपक्षी महाराजस्य समीपे एव भवेत् अतः महाराजाय एव एतं पक्षिणाम् उपायनीकरोमि इति चिन्तयित्वा सः नगरं गतवान् महाराजं दृष्ट्वा उक्तवान् च ओ महाराज एषः कश्चन विचित्रपक्षी एतस्य पुरीषे सुवर्णम् उत्पद्यते इति अस्तु तर्हि अत्र कोऽपि प्रश्नः अस्ति वा सः जालं प्रसार्य जालमिति जानीमः खलु जालं सः जालं प्रसार्य तं पक्षिणं गृहीतवान् पञ्जरे तत्र पञ्जरः नाम यत्र यथा कस्यचित् गृहे पक्षी अस्ति सामान्यतया पक्षी इतस्ततः न गच्छति खलु तस्य स्वस्य लघुगृहं भवति अस्माकं गृहे यत्र पक्षी अस्ति तस्य गृहस्य नाम पञ्जरः अस्तु तर्हि पञ्जरे स्थापितवान् च पुनः एतेन पक्षिणा अहं किं करोमि एतादृशः विचित्रपक्षी महाराजस्य समीपे एव भवेत् भवेत् नाम भवेत् नाम यत्र वयं चिन्तयामः यत् भवति इत्यस्य एकं रूपमस्ति भवेत् नाम भवनीयं भवितव्यम् किन्तु भवनीयं भवितव्यम् इति कर्मणि प्रयोगः भवेत् इति कर्तरि अतः महाराजाय काव्यभक्तिः महाराजाय एव एतं पक्षिणम् उपायनीकरोमि उपायनं निहारिका भगिनी उपायनं जानाति जानाति अस्तु उपायनं नाम पक्षिणम् उपायनरूपेण ददामि इत्यस्मिन् अर्थे उपायनीकरोमि इति चिन्तयित्वा सः नगरं गतवान् महाराजं दृष्ट्वा उक्तवान् च भोः महाराज एषः कश्चन विचित्रपक्षी एतस्य पुरीषे सुवर्णम् उत्पद्यते इति अस्तु अग्रे इदानीं गायत्री भगिनी अग्रे महाराजः अतीव सन्तुष्टः सः सेवकान् उक्तवान् भोः सेवकाः एतं पक्षिणं जागरूकतया रक्षन्तु व्याधाय यथेष्टं पारितोषिकं यच्छन्तु इति तदा मन्त्री महाराजम् उक्तवान् भोः महाराज एषः व्याधः असत्यं वदति यतः कदाचित् पक्षिपुरीषे सुवर्णम् उत्पद्यते किम् एतत् असत्यमेव व्याधस्य वचने विश्वासः न करणीयः एतं पक्षिणं पञ्जरतः एतं पक्षिणं पञ्जरतः विमोचयन्तु इति स्पष्टमस्ति वा कोऽपि प्रश्नः अस्ति वा निहारिका भगिनी सर्वम् अवगच्छति सुब्रह्मण्यं महोदय वदतु खलु कृपया उत्तरम् पक्षिपुरुषे सुवर्णम् उत्पद्यते अति असत्यमेव वदति नाम व्याधः व्याधः पक्षिणं दत्त्वा उक्तवान् यत् अस्मात् पक्षिणः तस्य पुरुषः यः आगच्छति तस्मिन् सुवर्णमस्ति. तत् श्रुत्वा मन्त्री उक्तवान् अप् एतद् असत्यं कथं वा भवेत् न भवितुमर्हति इति मन्त्री वदति यत् एतत् असत्यम् अस्तु अस्तु तर्हि भवती एव पठतु सेवकाः सेवकाः मन्त्री वचनानुसरं पञ्च द्वारम् उत्थितवन्तः पक्षी पञ्चरथः राजभवनस्य राजभवनस्य उत्तरते उन्नते धीरे एकनिमेषः भगिनी किञ्चित् पठनाभ्यासं करोतु गृहे पठनाभ्यासं नाम वर्णानां ध्वनिः कः इति तत्र किञ्चित् अभ्यासं करोतु अस्मिन् सप्ताहे यतोहि तत्र एकवारं करोतु पुनः पठतु पक्षी पञ्जरतः उड्डीय राजभवनस्य उन्नते द्वारे अग्रे भगिनि उपविष्टवान् द्वारे सेवकाः मन्त्रिवचनानुसारं पञ्जरद्वारम् उद्घाटितवन्तः पक्षी पञ्जरतः उड्डीय राजभवनस्य उन्नते द्वारे उपविष्टवान् तत्र पुरी पुरीषोत्सर्जनं कृतवान् तत् पुरीषं सुवर्णमयम् आसीत् राजादयः आश्चर्येण तत् दृष्टवन्तः तर्हि नाम असत्यम् इति मन्त्री उक्तवान् खलु असत्यम् अनन्तरं किम् अभवत् लक्ष्मीभगिनी किम् अभवत् तदनन्तरं सेवकाः पञ्जरद्वारम् उद्घाटितवन्तः पक्षी पञ्जरतः उड्डयनं कृत्वा राज्यभवनस्य उन्नते द्वारे उपविष्टवान् तदनन्तरं पुरुषम् उत्सर्जनं कृतवान् सुवर्णं तत् पुरुषं सुवर्णमयम् आसीत् राजा मन्त्री अन्य सर्वे अपि आश्चर्येण तत् दृष्टवन्तः अस्तु अग्रे पठतु कृपया तदा पक्षी चिन्तयति मूर्खः अहं व्याधस्य जाले पतितः मूर्खव्याधः माम् महाराजाय दत्तवान् सः मूर्खः महाराजः मूर्खस्य मन्त्रिणः वचनानुसारं माम् बन्धविमुक्तं कृतवान् एवं समग्रं जगत् एव मूर्खमण्डलम् इति पूर्वं तावदहं मूर्खः द्वितीयः पाशबन्धकः ततो राजा च मन्त्री च सर्वं हि मूर्खमण्डलम् मूर्खमण्डलम् इत्युक्ते आकारम् मण्डलम् इत्युक्ते मण्डलम् सर्कल् आर् ज़ोन् मूर्खमण्डलम् इति नाम मण्डलस्य बहवः अर्थाः सन्ति खलु शब्दकोशे पश्यति चेत् किन्तु अत्र तत्र स्वकृतिस्मार्थे भवतु मराठी सैकल् अथवा एवं कथा इति नाम लोकः लोकः प्रायः चिन्तयतु मूर्खमण्डलम् इति मूर्खस्य लोकः सर्वे सर्वे मूर्खाः इति अत्र कथा स्पष्टा अस्ति वा मूर्खमण्डलम् स्पष्टमस्ति गायति भगिनी भगिनी तत्र निमेषद्वये कथायाः सारांशं वदतु प्रयत्नं करोमि एकनिमिषः अस्तु आरम्भं करोतु सुब्रह्मण्य महोदय एकस्मिन् अरण्ये एकः पक्षी आसीत् सिन्धुकः नामकः एकः पक्षी आसीत् तस्य पक्षीपुरीषे सुवर्णम् अस्ति पुरीषः सुवर्णः अस्ति अस्तु गायति भगिनि वस्तुतः संस्कृतेन पुरीषशब्दः नपुंसकलिङ्गे अस्ति पुरीषम् पुरीषम् सुवर्णम् अस्तु अग्रे कश्चन व्याधः तत् अरण्यं गतवान् सः तस्य सरलशब्देन सः पुरुषे पुरीषे सुवर्णं दृष्ट्वा आश्चर्यं जातम् सः जालेन पक्षिणं गृहीतवान् समीचीनं लक्ष्मी भगिनी अग्रे पञ्जरे पक्षिं स्थापयित्वा महाराजस्य भवनं गतवान् महाराजाय एतं पक्षिणं दत्त्वा उक्तवान् महाराज एक विचित्रपक्षी एतस्य पुरीषे सुवर्णम् उत्पादयति महाराजः महान् सन्तुष्टः भवति तदनन्तरं मंत्री आगतवान मंत्री महाराजम उक्तवान महाराज व्याधस्य वचनम असत्यम कदापि किमपि पक्षीपुरीषे सुवर्णम न उत्पादयति उत्पद्यते न उत्पद्यते एतत् असत्यम् अतः पक्षिणं पञ्जरतः विमोचनं करोतु अनन्तरं किं वदति मन्त्रिणः वचनानुसारं सेवकाः पञ्जरद्वारं उद्घाटयन्ति तदनन्तरं पक्षी पञ्जरतः उड्डयनं करोति सः पक्षी राजभवनस्य उन्नतद्वारे पुरीषोत्सर्जनं कृतवान् सर्वे जनाः तत् दृष्टवन्तः अस्तु अन्ते अन्ते सुब्रह्मण्यं महोदय समयः नास्ति अनन्तरं सर्वे सुखेन जीवितवन्तः इति कथा अस्तु यतोहि अस्माकम् अस्तु विरमाम इदानीं समाप्यते अस्मिन् अग्रिमे अग्रे सर्वे किञ्चित् अहं लिखिष्यामि किञ्चित् भवितुमर्हति न वा इति षष्ठीविभक्तिविषये गृहपातन नो चेत् सप्तमी अहं किञ्चित् द्रक्ष्यामि किं किं भवितुमर्हति इति गृहपाठत्वेन अस्तु अनन्तरं प्रेषयिष्यामि अस्तु विरमाम नमस्कारः नमस्कारः धन्यवादः